तर्हि अद्यतनविषयः अपि भवति अवच्छेदकत्वम्, अवच्छेदकत्वं धर्मस्य अपि भवति सम्बन्धस्य अपि भवति इति गते सप्ताहे अपि किञ्चित् चर्चितवन्तः। अद्यापि चित्राणां परिशीलनेन तस्यैव पुनरावलोकनं परिशीलनं च कुर्मः। सर्वेषां पुरतः पुस्तकम् उद्घाटितमस्ति इति मन्ये। पुस्तके पञ्चचत्वारिंशत्तमे पुटे पेज् 45 मध्ये तत्र सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम् इति अस्ति। सर्वे पश्यन्ति वा? शिवरामकृष्णमहोदय पठितुम् इच्छति वा अथवा केवलं? अद्य तु अद्यतया अहम् एव शृणोमि एव। अस्तु, पठनमपि नास्ति। अहं पठिष्यामि, तत्तु समीचीनमेव, परन्तु अहम् एकवारं अवलोकनं कर्तुम् इच्छामि। अस्तु, चिन्ता नास्ति, पठतु महोदय। सम्बन्धस्य अवच्छेदकव्यवस्थापनं ततः आरभ्य पठतु। केचन समवायसम्बन्ध विच्छिन्न आधेयत्वलाभाय गुणपदमित्याहुः तेषामयमाशयः एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति। निदर्शनं घटं स्वीकुर्मः, सः संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्मयसम्बन्धेन स्वस्मिन् भवति, वक्ष्यमानेन कालीकालसम्बन्धेन महाकाले वर्तते, विषयितासम्बन्धेन च ज्ञाने वर्तते, अत्र चिन्त्यते। अग्रे अपि पठतु महोदय। चित्रे दर्शतरीत्या एकस्मिन् घटे अनेकाः आधेयताः सन्ति, तास्तु प्रत्येकं भिन्नाः, ज्ञाने अनुपतन्ने तन्निरूपिता आधेयता न भवति चेत् अपि काला कपालनिरूपिता आधेयता भवति, तदापि कपाले घटस्य सत्वात् एव मन्यत्र। अस्तु, गते सप्ताहे अपि एतस्य विषयस्य चर्चा जाता। अद्य स्थूलरूपेण वदामि किमर्थं सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं भवतु इति। पूर्वं वयम् अभावनिदर्शनस्थले दृष्टवन्तः घटत्वावच्छिन्नप्रतियोगिता, पटत्वावच्छिन्नप्रतियोगिता इत्यादिकं वयं पूर्वमेव पठितवन्तः। अत्र पश्यन्ति चेत् चित्रं पश्यन्तु, तत्र घटः इति एकः एव पदार्थः अस्ति, घटः भिन्नैः सम्बन्धैः भिन्नभिन्नस्थलेषु वर्तते। उदाहरणतया घटः संयोगसम्बन्धेन भूतले वर्तते, भूतलमस्ति घटः अस्ति, तयोः मध्ये संयोगसम्बन्धः, घटः संयोगसम्बन्धेन भूतले, घटः कपाले समवायसम्बन्धेन वर्तते, घटः स्वस्मिन् इत्युक्ते स्वयं घटः स्वस्मिन्नेव तादात्म्यसम्बन्धेन, महाकाले घटः कालिकसम्बन्धेन वर्तते, विषयितासम्बन्धेन ज्ञाने वर्तते घटः, खलु? अत्र कोऽपि प्रश्नः वा अथवा भ्रमः वा? ये नूतनतया आगतवन्तः लक्ष्मी भगिनी अथवा लक्ष्मी भगिनी, अस्तु, तर्हि घटः एकः एव किन्तु भिन्नभिन्नस्थले वर्तते। तर्हि घटे बह्व्यः आधेयताः अस्ति, घटः आधेयः, तदर्थं घटे आधेयता अस्ति, घटः यत्र यत्र वर्तते तत् घटस्य अधिकरणं, तेषु अधिकरणता तु अस्ति एव, भूतले अपि अधिकरणता, कपाले अधिकरणता, स्वस्मिन् अपि अधिकरणता सर्वम् अस्ति, किन्तु घटे आधेयता अस्ति, आधेयता भिन्नभिन्ना अस्ति, एका एव आधेयता नास्ति, किन्तु आधेयः घटः एव, तर्हि आधेयतानां मध्ये भेदं स्थापयितुं कथं शक्नुमः इति प्रश्नः अस्ति. तदर्थं सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं भवति, नाम घटः भूतले संयोगसम्बन्धेन वर्तते चेत् संयोगसम्बन्धम् उपयुज्य आधेयतायाः वर्णनं भवति, कपाले वर्तते चेत् समवायसम्बन्धस्य उपयोगेन आधेयतायाः वर्णनं भवति, महाकाले वर्तते चेत् कालिकसम्बन्धेन आधेयतायाः वर्णनं भवति. तदर्थं सम्बन्धः अपि अवच्छेदकः भवितुम् अर्हति इत्येव अत्र मुख्य अंशः. अस्तु, सम्बन्धस्य अवच्छेदकत्वम् इत्यस्य पठनात् पूर्वं सर्वे चित्रं पश्यन्ति वा? जालपुटे चित्राणि पश्यन्ति किं? करपत्रम् उद्घाट्य. आम्. तर्हि किञ्चित् चित्राणाम् अभ्यासं कृत्वा तदनन्तरम् अग्रे सरेम. अस्तु, रागिनी भगिनी, प्रथमचित्रे घटः भूतलम् इति अस्ति, तत्र निरूपकनिरूप्यभावम् उपयुज्य वर्णनं करोति वा? घटनिष्ठा आधेयता निरूपिता, भूतलनिष्ठा अधिकरणता, अथवा घटनिष्ठा आधेयता निरूपिता अधिकरणताश्रयः भूतलम्. अधिकरणतावत् भूतलम्. अपरदिशि भूतलनिष्ठ अधिकरणता निरूपित आधेयतावान् घटः. अस्तु, इदानीम् अहम् आधेयतायाः वर्णनम् इच्छामि, तदा किं करोति? भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता. भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता इति स्पष्टम् अस्ति इति चिन्तयामि. तत्र घटः आधेयः, भूतलम् अधिकरणं, भूतले अधिकरणता अस्ति, घटे आधेयता अस्ति. तर्हि महोदयेन अत्र चित्रे प्रदर्शितमस्ति उपरि गमनार्थं निष्ठा इत्यस्य योजनं, घटनिष्ठ आधेयता अथवा भूतलनिष्ठ अधिकरणता, अधोगमनार्थं वान् वति वत् वतुप् इत्यस्य प्रयोगः, आधेयतावान् घटः, अधिकरणतावत् भूतलम् अथवा आश्रयः इत्यस्य प्रयोगः, आधेयताश्रयः घटः, अधिकरणताश्रयः भूतलम्. एतत् सर्वम् उपयुज्य शरः यस्यां दिशि गच्छति तं दृष्ट्वा वयं वाक्यं रचयितुं शक्नुमः. चित्रं मनसि अस्ति चेत् पर्याप्तं, वाक्यं स्वयमेव रचयितुं शक्नुमः. घटे आधेयता अस्ति, तर्हि घटनिष्ठ आधेयता, तया निरूपित अधिकरणता, तर्हि घटनिष्ठ आधेयता निरूपित अधिकरणता, पुनः भूतलमस्ति, भूतले अधिकरणता अस्ति, तर्हि भूतलनिष्ठ अधिकरणता, तया निरूपित आधेयता, तर्हि भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता इति सामान्य आधेय आधारभावः, आधाराधेयभावस्य सामान्यवर्णनम् अस्ति प्रथमे चित्रे. अधुना द्वितीयं चित्रं पश्यन्तु. अस्तु, अस्माकं चर्चा अस्ति यथा पञ्चचत्वारिंशत्तमे पुटे तत्र चित्रमासीत् घटः इति आधेयः, घटे भिन्नभिन्न आधेयताः सन्ति. यदा घटः भूतले भवति तदा एका अधेयता, कपाले यदा घटः भवति तदा एका अधेयता, महाकाले अपरा, तथा भवति आधेयता. आधेयतानां मध्ये अस्माभिः भेदः स्थापनीयः अस्ति अधुना. तर्हि घटत्वम् इति उपयुज्य साधयितुं न शक्नुमः, यतोहि सर्वत्र अस्ति घटः एव. भूतले अपि घटः, कपालः अपि घटः. तर्हि घटत्वनिष्ठा अवच्छेदकता निरूपिता अधेयता किमपि तथा न वक्तुं शक्नुमः, यतोहि सर्वत्र घटः अस्ति. महाकाले घटः, ज्ञाने घटः. तदर्थं सम्बन्धस्य प्रयोगः भवति अधुना. अस्तु, अखिला भगिनी द्वितीयं चित्रं कृपया पश्यति वा. द्वितीयचित्रे घटः कुत्र अस्ति अपि च केन सम्बन्धेन इति उच्यताम्. घटः भूतले संयोगसम्बन्धेन अस्ति. घटः भूतले अस्ति अपि च घटः संयोगसम्बन्धेन अस्ति. तत्र अवच्छेदकधर्मः कः? तत्र अवच्छेदकधर्मः घटत्वमेव अस्ति. अवच्छेदकसम्बन्धः संयोगसम्बन्धः. संयोगसम्बन्धः अस्ति. कस्य अवच्छेदकः घटत्वम् अथवा संयोगसम्बन्धः? अधेयतायाः अवच्छेदकः. अधेयतायाः अवच्छेदकः. अवच्छेदकः नाम अत्र सामान्य अर्थः अस्ति. अवच्छेदकः इत्युक्ते अधेयतायाः भेदस्थापनार्थं यस्य प्रयोगः भवति सः अवच्छेदकः. अस्तु, घटे अधेयता अस्ति. सा अधेयता कीदृशी अधेयता? भूतनिष्ठ अधिकरणता निरूपित घटनिष्ठ घटत्व अवच्छिन्न आदेयता एकमस्ति, घटनिष्ठ संयोगसम्बन्ध अवच्छिन्न आदेयता द्वयमपि अस्ति. बहु सम्यक्. घटत्वम् इति अवच्छेदकधर्मः तु अस्ति एव. तर्हि सा आदेयता या घटे अस्ति सा घटत्वावच्छिन्न आधेयता तु अस्ति. किन्तु घटे संयोगसम्बन्धः अपि अस्ति. घटस्य भूतले वृत्तित्वात् संयोगसम्बन्धः अस्ति. तर्हि घटनिष्ठ आधेयता संयोगसम्बन्धावच्छिन्न आधेयता अपि. अस्तु, इदमेव चित्रम् अधोभागे. द्वितीये चित्रे केवलं किं प्रदर्शितं? घटः अस्ति भूतले. तर्हि भूतले अधिकरणता, घटे आधेयता. एषा आधेयता केनापि अवच्छिन्ना भवति. केन अवच्छिन्ना भवति? घटत्वसंयोगसम्बन्धाभ्यां. घटत्वसंयोगसम्बन्धाभ्याम् अवच्छिन्ना भवति. अत्र घटत्वम् इति अवच्छेदकधर्मः, तेन अधेयता अवच्छिन्ना भवति. संयोगसम्बन्धः अवच्छेदकसम्बन्धः, तेनापि सा अधेयता अवच्छिन्ना भवति. इति अवच्छेदकधर्मः कः, अवच्छेदकसम्बन्धः कः इत्यस्य परिचयः द्वितीये चित्रे. अधुना तृतीयं चित्रं पश्यन्तु. तत्र संध्या भगिनी चित्रस्य उपरि यद् लिखितमस्ति तृतीयचित्रस्य उपरि, तत् किञ्चित् पठति वा. घटः संयोगसम्बन्धेन भूतले अस्ति, अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च, अवच्छिन्ना निष्ठावच्छेदकता निरूपितावच्छेद अवच्छेद्यतावति. अस्तु, एतावता वयं जानीमः घटः अस्ति भूतले संयोगसम्बन्धेन. तर्हि अवच्छेदकधर्मः घटत्वम् इति अपि प्रदर्शितमस्ति चित्रे. अवच्छेदकसम्बन्धः संयोगसम्बन्धः यतोहि घटः भूतले अस्ति. अपि च उपरितने चित्रे अवच्छिन्न घटत्वावच्छिन्न आधेयत संयोगसम्बन्धावच्छिन्न आधेयत इति वारं वारम् उक्तं. तर्हि अवच्छिन्न इत्युक्ते किं? केवलं निष्ठ अवच्छेदकतानिरूपित अवच्छेदतावति इत्यस्य स्थाने लघुना उपायेन अवच्छिन्न इति उच्यते इति तावदेव अस्ति. तस्य अभ्यासमपि कुर्मः किञ्चित्. केन आगतम् इदानीं नूतनतया? नाम उच्यतां. केन आगतम्? वर्धने महोदय. वर्धने अस्मि. किञ्चित् विलम्बे अस्मि. किं? विलम्बे अस्मि. चिन्ता नास्ति, नास्ति. I came a few minutes late. नो नो नो प्राब्लम्. अस्तु भगिनि, रश्मि अस्मि. रश्मि भगिनी अपि अस्ति. अस्तु, सम्यक्. करपत्रम् उद्घाटितमस्ति खलु, चित्रव्यवस्थापनम् इति. आम् आम्. रश्मि भगिनी. आं, करपत्रमस्ति. अस्तु, तर्हि करपत्रे वयं द्वितीये चित्रे दृष्टवन्तः यत् घटे अधेयत, भूतले अधिकरणत, साधेयत, संयोगसम्बन्ध अवच्छिन्न, अपि च घटत्वावच्छिन्न. अधुना सन्ध्या भगिनी एव वदतु. अत्र घटे आधेयता अस्ति, सा अधेयता कीदृशी? घटनिष्ठ घटत्वावच्छिन्ना अधेयता अस्ति, तथैव घटनिष्ठसंयोगसम्बन्धावच्छिन्ना अधेयता अस्ति. तर्हि आधेयता घटनिष्ठ अधेयता अथवा संयोगसम्बन्ध अवच्छिन्न अधेयत. घटत्वं संयोगसम्बन्धः यथा भगिन्या उक्तं घटे वर्तते वर्तेते. तर्हि घटत्वावच्छिन्न अधेयत इत्यस्य वदनेन किं साधितम् अस्ति? तत्र अवच्छेदकः कः, अवच्छेद्या कः? अवच्छेदकः अस्ति घटत्वम्, अवच्छेदकधर्मः अस्ति सः. अवच्छेद्या भवति आधेयता. उत्तमं. घटत्वावच्छिन्न आधेयत इत्यस्य वदनेन घटत्वम् अवच्छेदकः, आधेयत अवच्छेद्या. तर्हि घटे किमस्ति? घटे आधेयता अस्ति. घटे आधेयता अस्ति. घटत्वे किमस्ति? घटत्वे अवच्छेदकता अस्ति. आधेयतायाम्? आधेयतायाम् अवच्छेद्यता अस्ति. अवच्छेद्यता अस्ति. तदेव लघुना उपायेन घटत्वावच्छिन्न आधेयता इति वदामः. दीर्घवाक्यं वक्तुम् इच्छामश्चेत् तथा वदति वा भगिनि? घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आधेयत. बहु सम्यक्. घटत्वम् इति घटत्वे अवच्छेदकता, आधेयता अवच्छिन्ना अस्ति इत्युक्ते अवच्छेद्या, तस्मिन् अवच्छेद्यता. तदर्थं घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती आधेयत. अधुना सा एव आधेयता संयोगसम्बन्धावच्छिन्न आधेयता अस्ति. तस्मिन् सन्दर्भे लक्ष्मी भगिनी वक्तुमिच्छति वा? पुनः अस्तु, तर्हि सन्ध्या पुनः वदतु भगिनि. सन्ध्या भगिनी घटत्वस्य उदाहरणेन उक्तवती घटत्वे अवच्छेदकता अस्ति, आधेयतायाम् अवच्छेद्यता अस्ति, यतोहि घटः अवच्छेदकधर्मः. अपि च संयोगसम्बन्धः कः? संयोगसम्बन्धः अवच्छेदकता. संयोगसम्बन्धः अवच्छेदकसम्बन्धः अवच्छेदकः अत्र. अस्तु. अवच्छेदकः इत्युक्ते येन आधेयतायाः भेदस्थापनं भवति, तादृशः सम्बन्धः अस्ति संयोगसम्बन्धः इति कृत्वा संयोगसम्बन्धः अवच्छेदकः. तर्हि संयोगसम्बन्धे किम् अस्ति? संयोगसम्बन्धे घटः संयोगसम्बन्धे भूतले अस्ति. संयोगसम्बन्धेन भूतले अस्तु. संयोगसम्बन्धेन भूतले तत् सत्यं, किन्तु संयोगसम्बन्धे किम् अस्ति अस्मिन् उदाहरणे तृतीयचित्रे? लक्ष्मी भगिनी भूतं वा? आम्, उपरि उपरि उपरि गत्वा तु अवच्छेदकता अस्ति. संयोगसम्बन्धनिष्ठ अस्तु, उपरि गत्वा अवच्छेदकता अस्ति इति न, संयोगसम्बन्धः अत्र अवच्छेदकसम्बन्धः. अस्तु अस्तु, अवच्छेदकसम्बन्धः किमर्थम्? एका अधेयता अस्ति, सा कीदृशी अधेयता इति उच्यते संयोगसम्बन्धेन. यथा घटत्वं विवरणं करोति आधेयतायाः, तथैव संयोगसम्बन्धः अपि आधेयता कीदृशी इति तेन उच्यते. तदर्थमेव अत्र प्रदर्शितं, मध्ये अवच्छिन्ना स्थापितं खलु, संयोगसम्बन्धावच्छिन्न आधेयता इति वदनेन किं साधितमस्ति? संयोगसम्बन्धे किमस्ति तदर्थम्? संयोगसम्बन्धे संयोगसम्बन्धे अवच्छेदकता निरूपिता. संयोगसम्बन्धे प्रथमतया संयोगसम्बन्धे अवच्छेदकता अस्ति तावदेव. अस्तु अस्तु, आधेयतायां किम् अस्ति? आधेयतां घटत्वं, आधेयतां अवच्छेद्यता. अस्तु, अवच्छेद्यता अस्ति. आधेयताम् अवच्छेद्यता अस्ति. अवच्छेद्यता नाम संयोगसम्बन्धः अवच्छेदकः भेदं स्थापयति, तेन आधेयता अवच्छिन्ना. आधेयतायाम् अवच्छेद्यता अस्ति, संयोगसम्बन्धे अवच्छेदकता अस्ति. यथा घटे अवच्छेदकता आसीत् तथैव संयोगसम्बन्धे अवच्छेदकता, आधेयतायाम् अवच्छेद्यता. इदानीं तत्र निरूपकनिरूप्यभावं स्थापयतु, निष्ठावती इत्यादिकम् उपयुज्य. घटनिष्ठ संयोगसम्बन्धः अवच्छिन्ना, घटनिष्ठसंयोगसम्बन्ध अवच्छिन्ना आधेयता निरूपिता अधिकरण निरूपिता अधिकरणता भूतलम् अधिकरणतावत् भूतलम्. बहु सम्यक्. इदानीम् आधेयता कीदृशी इति भवत्या उक्तं, संयोगसम्बन्धावच्छिन्न आधेयता, तया निरूपित अधिकरणता, तत् सर्वं सम्यक्तया उक्तम्. अधुना अखिल सन्ध्या भगिनी वा अखिल भगिनी उक्तवती खलु, तत्र घटत्वावच्छिन्न आधेयता इति लघु मार्गेण वदामः, किन्तु घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता इति दीर्घवाक्यम्. अधुना अहम् इच्छामि भवती दीर्घमार्गेण तद्वाक्यं वदतु इति. कथं वदति? संयोगसम्बन्धः, आधेयता संयोगसम्बन्धः, तयोः मध्ये निरूपकनिरूप्यभावः अस्ति, तस्य वदनं भवतु इदानीम्. अन्यः अवच्छेदकता निरूपिता अवच्छेद्यतावती तावदेव इच्छामि अहं तावदेव संयोगसम्बन्धावच्छिन्न अधेयता इति एक वदनस्य स्थाने चित्रस्य उपरि पश्यतु अवच्छिन्न इत्यस्य स्थाने सर्वं लिखितमस्ति खलु निष्ठावच्छेदकता निरूपित अवच्छेद्यतावती अवच्छिन्न लघुमार्गम् एतत् सर्वं निष्ठा अवच्छेदकता निरूपित सर्वं दीर्घमार्गं तर्हि संयोगसम्बन्धावच्छिन्न अधेयता अथवा संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती अधेयता समानम् तथैव घटत्वावच्छिन्न अधेयता अथवा घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती अधेयता इति अधेयतायाः विवरणं भवति द्विविधं घटत्व इति अवच्छेदकधर्मेण अथवा संयोग इति अवच्छेदकसम्बन्धेन इति मूलवार्ता अस्ति सम्बन्धस्य अवच्छेदकत्वम् इति उक्त्वा तत्र सम्बन्धः अवच्छेदकः कथं भवति इत्यस्यां चर्चायाम् एतत् सर्वम् आयाति अस्तु अग्रिमचित्रं कृपया अजित् महोदय दृष्ट्वा वदति वा चतुर्थं चित्रम् घटः समवायसम्बन्धेन कपाले अस्ति अवच्छेदकधर्मः घटत्वम् अवच्छेदकसम्बन्धः समवायसम्बन्धः तत्र घटनिष्ठसमवायसम्बन्ध अवच्छिन्न आधेयता कपालः बहु सम्यक् भवता यदुक्तं सम्यक् एव घटः कपालः तयोः मध्ये अधिकरणता आधाराधेयभावः स्थापितः अस्तु इदानीं केवलम् आधेयतायाः विषयः अस्ति सा आधेयता या घटे अस्ति सा कीदृशी पश्यतु उपरितने चित्रे भूतले घटः आसीत् किल उपरितने चित्रे उदाहरणं पश्यति चेत् भूतले घटः तत्रापि आधेयता अत्रापि आधेयता खलु घटः कपाले अस्ति समवायसम्बन्धेन तत्रापि घटे एव आधेयता घटः भूतले अस्ति संयोगसम्बन्धेन तत्रापि एका आधेयता सा आधेयता भिन्ना इति प्रदर्शनीयमस्ति तदर्थम् एतत् सर्वं यन्त्रं सा आधेयता कीदृशी इति उच्यताम् आधेयता समवायसम्बन्धावच्छिन्ना आधेयता हा अस्तु इति लघुमार्गः बृहान् मार्गः कथं भवति समवायसम्बन्धनिष्ठा अवच्छेदकता निरूपिता अवच्छेद्यतावती अधेयता बहु सम्यक् सा एव अधेयता घटत्वेनापि अवच्छिन्ना भवति वा न अवच्छिन्ना तु अस्ति एव घटत्वेन अपि अवच्छिन्ना अस्ति किन्तु किन्तु सम्बन्धः भिन्नः सम्यक् तदैव अस्ति तथैव घटत्वेनापि अवच्छिन्ना अस्ति आधेयता किन्तु भेदसाधनार्थं भेदस्थापनाय सम्बन्धस्य आवश्यकता अस्ति अत्र चतुर्थे चित्रे समवायसम्बन्धावच्छिन्नाधेयता उपरितने तृतीये चित्रे संयोगसम्बन्धावच्छिन्न अधेयता उभयत्र सा आधेयता घटत्वेन अवच्छिन्ना तु अस्ति किन्तु तेन अवच्छेदकधर्मेण इत्युक्ते घटत्वेन भेदस्थापनं न अभवत् अत्र अस्तु, केवलम् अवच्छिन्ना अस्ति, तर्हि अवच्छेदकः नाम कः इति अग्रे किञ्चित् पश्येम, किन्तु भेदस्थापनकार्यं तु सम्बन्धेन एव अभवत् अत्र. अस्तु, उभयोः चित्रयोः मध्ये अजित् महोदय, समानं किम् अस्ति, भेदः कः इति उच्यताम्. समानं घटत्व अवच्छिन्न समान एव, भेदः संयोगसम्बन्ध अवच्छिन्न, समवायसम्बन्ध अवच्छिन्न इत्यनेन आधेयता भिद्यते खलु. इति मनसि स्थापयति चेत् सम्यक् भवति. समवायसम्बन्धः अत्र अवच्छेदकः, उपरितने चित्रे संयोगसम्बन्धः अवच्छेदकः, तदर्थं सम्बन्धः अवच्छेदकः अभवत्. यत्र आधेयः समानः, पश्यतु अत्र आधेयः कः, उभयोः चित्रयोः आधेयः कः? आधेयः घटः. हा, उभयोः चित्रयोः आधेयः घटः. तर्हि यत्र आधेयः समानः अस्ति, तत्र भेदस्थापनार्थम् आधेयस्य धर्मस्य उपयोगः न कर्तुं शक्नुमः. इत्युक्ते अत्र तु घटः इति आधेयः, उभयत्र एकः एव आधेयः इत्यतः घटत्वेन आधेयतानां मध्ये भेदस्थापनम् अशक्यं. तदर्थं सम्बन्धस्य स्वीकारः, संयोगसम्बन्धः भवतु, समवायसम्बन्धः भवतु, अथवा अन्यत् किमपि. अस्तु, पञ्चमे चित्रे किमस्ति इति वर्धिनी भगिनी वदति वा? अवच्छेद ज्ञाननिष्ठ अधिकरणता निरूपिता आधेयता विषयता सम्बन्धः. घटः ज्ञाने विषयिता सम्बन्धेन अस्ति खलु. तर्हि यथा भवत्या उक्तं, ज्ञाननिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता, सम्यक्. अधुना केवलम् आधेयतायाः विवरणम् अपेक्षितम्. प्रथमतया आधेयता केन अवच्छिन्ना इति वदतु. विषयतासम्बन्धेन अवच्छिन्न. हा, बहु सम्यक्. विषयितासम्बन्ध अवचिन्न आधेयता, लघुमार्गः. बृहान् मार्गं घटत्व अवचिन्न आधेयता, द्वितीयमार्गः. अस्तु, अवच्छेदकधर्मः घटत्वम्. विषयितासम्बन्धः कः तत्र? अवच्छेदकसम्बन्धः. अवच्छेदकसम्बन्धः विषयितासम्बन्धः. अस्तु, इदानीम् अहं बृहत् वाक्यम् इच्छामि. विषयितासम्बन्धेन ज्ञाने अस्ति. तत् अस्तु भगिनि, इदानीं विषयितासम्बन्धावच्छिन्न आधेयता इति लघुवाक्यम्. इदानीम् अहं तमेव वाक्यं बृहन्तं मार्गेण, बृहता मार्गेण वक्तुम् इच्छामि. तदा कथं भवति? घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयत. बहु सम्यक्. अनन्तरं विषयिता उपयुज्य घटनिष्ठा विषयितासम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेदतावती आधेयत. बहु सम्यक् अस्ति, तथैव अस्ति. विषयितासम्बन्धः अत्र भेदकः, उपरितने चित्रे समवायसम्बन्धः आसीत्, अत्र विषयितासम्बन्धः अस्ति. विषयितासम्बन्धः भिन्नः अस्ति. सम्बन्धः भिन्नः अस्ति, तर्हि सम्बन्धः एव भिन्नः नास्ति. घटत्वं तदेव, विषयितासम्बन्धः एव भिन्नः अस्ति. हा, विषयितासम्बन्धः एव भिन्नः, तदर्थं विषयितासम्बन्धः अत्र अवच्छेदकः. अस्तु, अग्रे करेम. तर्हि रश्मि भगिनी, अष्टमचित्रं पश्यतु. अष्टमचित्रम् अन्तिमं चित्रमस्ति खलु, तद् पश्यतु इदानीम्. उपरि किं लिखितं तत् पठतु कृपया. घटः कालिकसम्बन्धेन महाकाले अस्ति. अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः कालिकसम्बन्धः. अस्तु भगिनि, इदानीं चित्रस्य किञ्चित् विवरणम् उच्यताम्. चित्रे अथेत कालिकसम्बन्धाविच्छिन्न अथेत. अस्तु, तद् कालिकसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती अथेयत. हा, बहु सम्यक्. सा अधेयत घटत्वेनापि अवच्छिन्ना अस्ति किल? अस्तु, बृहत्वाक्यं वदति चेत्. घटनिष्ठ कालिकसम्बन्धनिष्ठ अवच्छेदकतानुरूपित अवच्छेद्यतावती अथेयत. तदपि सत्यमेव, किन्तु अहं पृथक् पृथक्तया वदामि. कालिकसम्बन्धावच्छिन्नाधेयत इति लघुमार्गः, तस्यैव बृहत् वाक्यं कालिकसम्बन्धनिष्ठ अवच्छेदकतानिरूपित अवच्छेद खटत्वावच्छिन्न अथेयत बृहद्वाक्यं भवति. खटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती अथेयत. अस्तु, सम्यक् अस्ति. तर्हि सर्वेषां मनसि एतादृशः प्रयोगः सुदृढतया अस्ति इति चिन्तयामि. अभ्यासः तु जातः, भिन्नभिन्नसम्बन्धेन वयम् अभ्यासं कृतवन्तः. तर्हि यत्र अवच्छिन्ना इति भवति तस्यैव स्थाने निष्ठावती निरूपित उपयुज्यापि अवच्छेदक अवच्छेद्यभावं स्थापयितुं प्रभवामः इत्येव अस्य अभ्यासस्य ध्येयः आसीत्. अस्तु, तर्हि इदानीं अवच्छेदकधर्मः इत्युक्ते तस्य अर्थः कः? केनापि उच्यते वा? अखिला भगिनी अथवा सन्ध्या भगिनी, रागिनी भगिनी. प्रश्न एकवारं पुनः पृच्छतु भगिनी, क्षम्यताम्. अस्तु, इदानीम् अवच्छेदकधर्मः प्रश्नः उदेति, अवच्छेदकधर्मः इत्युक्ते कः इति, अथवा अवच्छेदकः इत्युक्ते कः इति प्रश्नः उदेति, तत्र भवती किं वदति? अवच्छेदकधर्मः इत्युक्ते तत्र यद्धर्मः आदेः अस्ति, आदेये यः धर्मः अस्ति यस्मात् तद् भिद्यते तदस्ति अवच्छेदकधर्मः इति सामान्यतया वदामश्चेत् अत्र पश्यतु सर्वत्र घटत्वं घटत्वं घटत्वम् इव इति दृष्टवन्तः खलु. तत्र उक्तं घटत्वम् इति अवच्छेदकधर्मः इति उक्तं, किन्तु घटत्वेन भेदस्थापनं शक्तं वा? नास्ति नास्ति किल. रश्मी भगिनी किं वदति? घटत्वेन भेदं न अवगच्छामः, काले सम्बन्धेन भिद्यते. हा, सम्बन्धेन भिद्यते इति उक्तम् अत्र. अधेयता नाम कश्चन पदार्थः, अत्र तु सम्बन्धेन एव तस्य भेदः प्रदर्शितः. केवलं तत्र वृत्तिधर्मः एव अवच्छेदकधर्मः अस्ति खलु? हा, तदेव वक्तुमिच्छामि. इदानीं यद्यपि घटत्वेन भेदस्थापनं न अभवत् तथापि घटत्वम् एव अवच्छेदकधर्मः इति उच्यते. अस्तु, तर्हि अवच्छेदकधर्मः इत्युक्ते कः इति प्रश्नः भवति. भेदस्थापनं तु न जातं, किन्तु कः अवच्छेदकः इत्युक्ते कः इति प्रश्ने कृते तत्र प्राधान्येन अवच्छेदकद्वयम् अवच्छेदकद्वयम् अवच्छेदकस्य द्वैविध्यम् अस्ति, नियामकत्वरूपम् इति एकं, भेदकत्वरूपम् इति एकम्। नियामकत्वरूपम् इत्युक्ते तादृशरूपं वदति यत्र यत्र घटत्वावच्छिन्न अधेयता अस्ति तत्र तत्र घटत्वम् अस्ति, अस्तु, अथवा यत्र यत्र घटत्वं तत्र तत्र घटत्वनिष्ठ अधेयता इति वदति। तादृशः अवच्छेदकः नियामकत्वरूपं नाम नियमयति। घटत्वावच्छिन्न अधेयता कुत्र कुत्र भवति? यत्र यत्र घटः अस्ति, घटः कुत्र अस्ति तत्र, हा, घटः यत्र यत्र अस्ति तत्र तत्र घटत्वावच्छिन्न अधेयता अस्ति इति वदति घटत्वं। तादृशः अवच्छेदकः नियामकत्वरूपम् इत्युक्ते नियमं स्थापयति यत्र यत्र तत्र तत्र इति नियमयति। तादृशः अपि अवच्छेदकधर्मः, किन्तु सः नियामकत्वरूपमस्ति, तस्य भेदस्थापनं नास्ति। नियामकत्वरूप अवच्छेदकस्य पुनः द्वैविध्यम्, अनतिरिक्तरूपं स्वरूपसम्बन्धरूपम् इति। तस्य विषये अधिकं चर्चा मास्तु अधुना, किन्तु एषः घटत्वम् इति यः अवच्छेदकधर्मः अस्ति सः केवलं नियामकत्वरूपधर्मः अस्ति, नाम यत्र यत्र घटत्वं तत्र तत्र घटत्वावच्छिन्नाधेयता इति वदति। किन्तु अत्र इतोपि एकः अवच्छेदकः अस्ति, सः अस्ति कालिकसम्बन्धः अथवा समवायसंयोगः, तेन भेदस्थापनं अभवत्। तादृशः अवच्छेदकधर्मः भेदकत्वरूपम् अथवा सप्तमीनिर्देशरूपम् इति उच्यते। अन्तिमवाक्यं पुनः वदतु भगिनि। भेदकत्वरूपम् अथवा सप्तमीनिर्देशरूपम्, अस्तु। वयं क्षीरस्य उदाहरणं चिन्तयामः, चिन्तयन्तु, एकम् उदाहरणमासीत्। क्षीरः तु एकः एव, क्षीरं वयं बृहद् पात्रे स्थापयामः, अपरं तु एकं लघुपात्रं स्वीकृत्य तस्मिन्नपि क्षीरं स्थापयामः। क्षीरं तु एकः एकमेव, किन्तु पात्रस्य प्रमाणं दृष्ट्वा वयं जानीमः एतस्मात् क्षीरात् एतत् क्षीरं भिन्नम् इति। तत्र पात्रम् आसीत् अवच्छेदकत्वं, पात्रेण भेदस्थापनं जातं। तादृश अवच्छेदकः अस्ति भेदकत्वरूप अवच्छेदकः। किन्तु अत्र एतेषु उदाहरणेषु घटत्वं घटत्वम् इति पुनः पुनः आगतः, घटत्वम् एव आधेयः, घटत्वम् एव घटः एव आधेयः आसीत्। तर्हि अत्र अवच्छेदकधर्मः घटत्वं नियामकः धर्मः आसीत्, न तु भेदकः धर्मः। यत्र घटत्वं भेदस्थापनमपि करोति तत्र सः एव घटत्वं भेदकः धर्मः अपि भवति, तत्र भेदकत्वरूप अवच्छेदकः इति उच्यते। अस्तु, इदानीं अखिलभगिनी, तत्र अष्टमे चित्रे अष्टमं चित्रम् अपि च सप्तमं चित्रं पश्यतु। सप्तमे चित्रे किमस्ति? अखिला भगिनी अस्ति किम्? आम् अस्मि भगिनी। आं, सप्तमे चित्रे तत्र प्रतियोगिता अनियोगितायोः विषये अस्ति, पठामि वा? पठः अस्तु अस्तु, सप्तमे चित्रे प्रतियोगिता अनियोगिता अस्ति, किञ्चित् विषयान्तरं जातं, किन्तु अस्तु, सप्तमचित्रं दृष्ट्वा वदतु। आं, पटः भूतले नास्ति इति अत्यन्त अभावः, अवच्छेदकधर्मः पटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः। अस्तु, उपरितने चित्रे, षष्ठे चित्रे, षष्ठे चित्रे अस्ति घटः भूतले नास्ति इति अत्यन्तभावः, अवच्छेदकधर्मः अस्ति घटत्वम्, अवच्छेदकसम्बन्धः अस्ति संयोगसम्बन्धः. अत्र समानं किम् अस्ति, भेदः कुत्र अस्ति इति उच्यताम्. अत्र सम्बन्धः समानम् अस्ति, घटः घटः भूतले नास्ति इति तत्र संयोगसम्बन्धेन नास्ति इति नास्ति, तथैव तत्र पटः अपि संयोगसम्बन्धेन भूतले नास्ति, अथवा पटः पटाभावः संयोगसम्बन्धेन भूतले अस्ति, घटाभावः संयोगसम्बन्धेन अस्ति इति प्रष्टुं शक्नुमः. तदेव समानम् अस्ति. अवच्छेदकधर्मः यत् घटे वर्तमानं घटत्वं, पटे वर्तमानं पटत्वम् एव तत्र भेदः अस्ति. अत्र प्रतियोगिता या अस्ति, सा प्रतियोगिता संयोगसम्बन्धावच्छिन्न उभयत्र, किन्तु भेदः किम् अस्ति भगिनि, भेदः कः? भेदः अवच्छेदकधर्मः अस्ति. उच्यताम्. घटे स्थितं घटत्वं, पटे स्थितं पटत्वं यदवच्छेदकधर्मः अस्ति, तदेव तत्र भेदकं स्थापयति. तर्हि अत्र एकत्र घटत्वावच्छिन्नप्रतियोगिता, अपरत्र पटत्वावच्छिन्नप्रतियोगिता प्रतियोगिता. तर्हि अत्र अवच्छेदकधर्मः केवलं नियमं स्थापयति वा? नास्ति, तत्र अवच्छेदकधर्मं नियमम् अपि स्थापयति, भेदकत्वरूपमपि स्थापयति. हा, इति मुख्यः विषयः अस्ति. यत्र घटः एव आधेयः आसीत् तत्र सम्बन्धस्य आवश्यकता जाता भेदस्थापनाय, तदा घटत्वम् इति केवलं नियामकः आसीत्, नियामकत्वरूपघटत्वं, यत्र यत्र घटत्वं तत्र घटत्वावच्छिन्न आधेयता नियामकत्वरूपं. किन्तु अनयोः चित्रयोः मध्ये पश्यन्ति चेत् एकत्र घटत्वम् घटत्वेन अवच्छिन्ना प्रतियोगिता, अपरत्र पटत्वेन अवच्छिन्ना प्रतियोगिता. तर्हि एतादृशु स्थलेषु अवच्छेदकधर्मः केवलं नियामकः नास्ति, अपि तु भेदकः अपि अस्ति. तर्हि अवच्छेदकधर्मः नियामकः अथवा भेदकः भवितुम् अर्हति. अनयोः चित्रयोः मध्ये घटत्वं पटत्वम् इति अवच्छेदकधर्मः भेदकत्वरूप अवच्छेदकधर्मः अस्ति. भगिनी, प्रश्नः अस्ति, भवती उक्तवती तत्र अवच्छेदकधर्मः नियामकत्वम् अथवा भेदकत्वं स्थापयितुं शक्नोति इति, खलु? यत्र नियामकं स्थापयति, भेदकत्वं नास्ति चेत् तत्र यदा आदेयः समानः अस्ति चेत् तत्र केवलं नियामकत्वं स्थापयति, भेदकत्वं नास्ति. कुत्र भेदकत्वं स्थापयति परन्तु नियामकत्वं नास्ति इति कुत्र भवति तथा? तथा द्वयमपि अस्ति खलु? सत्यं सत्यम्, अत्र द्वयमपि अस्ति, तथा कदापि न भवितुम् अर्हति इति अहं चिन्तयामि. अस्तु, सर्वदा नियामकत्वं स्थापयति, यदा कदापि भेदकत्वं स्थापयति, यदा कदापि न. हा, इति मम अवगमनमपि. यतोहि वयं चिन्तयामश्चेत् पटत्वावच्छिन्नप्रतियोगिता पटत्वेन विना भवितुम् अर्हति वा, तथा किमपि नास्ति एव. अपि च घटत्वावच्छिन्नप्रतियोगिता घटत्वेन विना भवितुम् अर्हति वा, तथा न भवितुम् अर्हति. परन्तु अनयोः उदाहरणयोः मध्ये न केवलं नियामकः अपि तु भेदकः अपि अस्ति इति अवच्छेदकधर्मस्य कार्यम्. सर्वैः बुद्धं वा अथवा अत्र प्रश्नः अस्ति वा? भ्रमजनात्मकम् प्रतियोगिता अनियोगिता किञ्चित् विवरणं ददातु भगिनि उदाहरणेन. अत्र तु उदाहरणमस्ति घटनिष्ठप्रतियोगिता घटनिष्ठप्रतियोगिता किमस्ति? भवती स्मरति वा प्रतियोगिता इत्युक्ते का, अनियोगिता इत्युक्ते का, किञ्चित् अस्ति स्मरणे? नास्ति भगिनि, क्षम्यतां. न चिन्ता नास्ति, वदामि. घटः भूतले नास्ति इति अत्यन्ताभावः. अभावस्थले चर्चा आसीत् खलु, घटाभावः. भूतले घटः नास्ति, भूतलम् इति वयं स्वीकुर्मः चेत् तत्र घटः नास्ति इति घटाभावः. अभावे अनुयोगिता इति अस्ति, घटे प्रतियोगिता अस्ति. तर्हि अभावस्य प्रति घटे विरोधः वर्तते, तस्य नाम प्रतियोगिता. घटस्य प्रति घटाभावे एकः विरोधः वर्तते, तस्य नाम अनुयोगिता. तावदेव. अस्तु अस्तु भगिनि, धन्यवादः. अनुयोगिता प्रतियोगिता नाम विरोधः, तावदेव. यथा आधेयता आसीत् घटे पूर्वस्मिन् उदाहरणे, तथैव घटे अस्मिन् उदाहरणे घटे प्रतियोगिता अस्ति. सा च प्रतियोगिता केन केन अवच्छिन्ना भवती एव वदतु. घटत्वम् अवच्छिन्न प्रतियोगिता, घटत्वम् अवच्छिन्न घटत्वं घटनिष्ठप्रतियोगिता, घटनिष्ठसंयोगसम्बन्धः अवच्छिन्ना प्रतियोगिता, अनन्तरं इति सत्यमेव. संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता अथवा घटत्वावच्छिन्न प्रतियोगिता इति सत्यम्. सा प्रतियोगिता कीदृशी इति अस्माभिः ज्ञातव्यं चेत् घटत्वस्य प्रयोगः भवति अथवा संयोगसम्बन्धस्य प्रयोगः भवति. सः एव अवच्छेदकधर्मः अथवा अवच्छेदकसम्बन्धः. अस्तु, घटत्वनिष्ठ अवच्छेद्यकता अवच्छेदकता निरूपित अवच्छेद्यकतावति प्रतियोगिता अवच्छेद्यतावति प्रतियोगिता अथवा संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति प्रतियोगिता. सा एव प्रतियोगिता. लघुना मार्गेण वदामश्चेत् संयोगसम्बन्धावच्छिन्न प्रतियोगिता, धीरमार्गेण संयोगसम्बन्धनिष्ठ अवच्छेद्यतावति प्रतियोगिता. अस्तु, धन्यवादः भगिनि. चिन्ता नास्ति. मार्गेण घटत्वनिष्ठ अवच्छेदकता इत्यादिकं वदामः इति एव अस्ति. अस्तु, वर्धिनी भगिनी किञ्चित् सप्तमचित्रस्य करोति वा विवरणम्? पटाभावः, पटः बोतले नास्ति इति अत्यन्ताभावः, अवच्छेदकधर्मः पटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः, पटनिष्ठ निरूपित पटत्वं, पटत्व अवच्छिन्न प्रतियोगिता, आश्रयः पटः लघुमार्गे. अस्तु अस्तु अस्तु, न लघु, अहं केवलं प्रतियोगितायाः विवरणमिच्छामि इति चिन्तयतु. पटत्वावच्छिन्न प्रतियोगिता लघुमार्गः, बृहन् मार्गः कः? संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता. हा, तदपि लघुमार्गः. इदानीं बृहत् वाक्यम् इच्छामि. बृहत् वाक्यं पटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति प्रतियोगिता. अस्तु, संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति प्रतियोगिता. बहु सम्यक् अस्ति. केवलम् इदं प्रदर्शयितुं यत् मध्ये तत्र प्रतियोगिता भवतु, आधेयता भवतु, अधिकरणता भवतु, कियत् किमपि भवतु, तस्य अवच्छेदकम् अवच्छेदनं भवति सम्बन्धेन वा अथवा धर्मेण. स च धर्मः अवच्छेदकधर्मः कदाचित् कदाचित् भेदकः भवति, अपि च अपरत्र केवलं नियामकः भवति इति सारांशः. नियामकः नियामकः वा पटत्वं नियामकः पटत्वं नियामकः तदा भवति यदा पटत्वावच्छिन्नप्रतियोगिता कुत्र कुत्र भवति, यत्र पटः अस्ति अथवा यत्र पटत्वम् अस्ति तत्र तत्र पटत्वावच्छिन्नप्रतियोगिता भवति इति वदनस्य स्थले एव पटत्वमिति नियामकः भवति. किन्तु उदाहरणं द्वयं स्वीकुर्मः, एकत्र घटत्वावच्छिन्नप्रतियोगिता, अपरत्र पटत्वावच्छिन्नप्रतियोगिता. तत्र केवलं यत्र यत्र प्रतियोगिता तत्र तत्र पटत्वमिति न स्थापयति, अपि तु पटत्वावच्छिन्नप्रतियोगिता भिन्ना, घटत्वावच्छिन्नप्रतियोगिता भिन्ना इति अपि प्रदर्शयति तत्र भेदतत्त्वरूपं. यत्र यत्र तत्र तत्र इति सम्बन्धः स्थापयति खलु, तत्र तत्र अस्ति नियामकत्वरूपम् अवच्छेदकधर्मस्य. अस्तु, इति अस्ति. इदानीं पुस्तके किञ्चित् पठामः. अखिला भगिनी पठितुमिच्छति वा? सर्वासाम् आसां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठा अधिकरणतानिरूपित आदेयता ज्ञाननिष्ठ अधिकरणतानिरूपित आदेयत्वात् भिन्ना. कुतः? समवायात्. समवायसम्बन्धो हि घटकपालयोः विद्यमानः. इयम् आधेयता ज्ञाननिरूपित आदेयत्वात् भिन्ना इति बोधयति. इदं बोधकत्वमेव सम्बन्धस्य आदेयता अवच्छेदकत्वम्. पूर्वभागे घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः. परन्तु इह एक एव घटः सर्वत्र वर्तते इति आधेयता अवच्छेदकघटत्वमादाय आधेयत्वानां भेदं न साधयितुं प्रभवामः. कुतः? घटत्वमपि खलु अवच्छेदकमेकम्. अतः सर्वा आधेयताः घटत्व अवच्छिन्नाः, अतः न तेन भेदसिद्धिः. सारांशः कः? सारांशः इत्युक्ते प्रथमं तत्र यदा वयं आदेयतायाः भेदकत्वं स्थापनीयं चेत् तत्र सम्बन्धस्य एव प्रयोगं कर्तुं शक्नुमः. यत् कपालनिष्ठ अधिकरणतानिरूपित आदेयता ज्ञाननिष्ठ अधिकरणतानिरूपित आदेयत्वात् भिन्नः कथं भिन्नः इति वक्तुं कथं भिन्नः इति प्रश्नः उदेति चेत् तत्र सम्बन्धेन एव तत्र भेदस्थापनं कर्तुं शक्नुमः. कपाले तु समवायसम्बन्धेन अस्ति, ज्ञाने तु तत्र विषयितासम्बन्धेन ज्ञाने घटः अस्ति. अनन्तरम् अस्ति तत्र यदा वयं पूर्वं घटपटयोः विषये पठितवन्तः, तत्र तु आदेयः भिन्नः अस्ति, तदर्थं तत्र अवच्छेदकधर्मः एव तत्र भेदकत्वमपि स्थापयति. परन्तु अत्र तु आदेयः समानः अस्ति, तदर्थं तत्र सम्बन्धेन एव भेदकत्वं स्थापितुं शक्नुमः. अवच्छेदकधर्मेण तत्र भेदसिद्धिः न प्राप्तिः इत्येव अस्ति. वयं सम्यक् एव उक्तं भगिन्या, यद्वयं चित्रे अधुना पर्यन्तं परिशीलितवन्तः तदेव सर्वम् अत्र लिखितमस्ति इति, तावदेव. यत्र घटत्वम् अथवा किमपि अवच्छेदकधर्मेण केनापि धर्मेण भेदस्थापनम् अशक्यं तत्र सम्बन्धस्य स्वीकारः भवतु इति एव यथा वयं चित्रेषु परिशीलितवन्तः. अस्तु, बुद्धं वा अथवा प्रश्नः अस्ति वा? किञ्चित् शीघ्रं गच्छामि यतोहि चित्रे वयं यत् परिशीलितवन्तः तदेव अस्ति पुस्तके, भिन्नं किमपि नास्ति. वयं यद् यः अभ्यासः यद् यम् अभ्यासं कृतवन्तः चित्राणि दृष्ट्वा तदेव अस्ति इत्यतः किञ्चित् शीघ्रं सरेम, किन्तु प्रश्नः अस्ति चेत् अवश्यम् उच्यताम् अथवा भ्रमः भवति चेत् मध्ये मध्ये कृपया स्थगयन्तु. अस्तु, सन्ध्या भगिनी पठति वा? अत्र च समवायोपयोगः. समवायः कपालनिरूपिता आधेयता भिन्ना इति ज्ञापयति, अतः सः आधेयता अवच्छेदकः. तेन अवच्छिन्ना अन्यत्वेन बोधिता आधेयता. तथा च पूर्ववत् समवायनिष्ठावच्छेदकता निरूपितावच्छेद्यतावती आधेयता. आधेयतानिष्ठ अवच्छेद्यतानिरूपित अवच्छेदकतावान् समवायः इति परिष्कर्तव्यम्. इत्थमेव विषयितासम्बन्ध अवच्छिन्नघटनिष्ठाधेयतानिरूपित अधिकरणतावत् ज्ञानम्, कालिकसम्बन्ध अवच्छिन्न आधेयतानिरूपित अधिकरणतावान् कालः, संयोगसम्बन्ध अवच्छिन्न आधेयतानिरूपित अधिकरणतावत् भूतलम् इत्येव ज्ञातव्यम्. अग्रे पठामि वा? उच्यतां सारांशरूपेण, वस्तुतः कृतमेव किन्तु. तर्हि सारांशः सः एव, तत्र आधेयता तत्र घटत्वेन एव अस्ति, अतः तत्र भेदं स्थापयितुं तत्र आधेयतायां भेदं स्थापयितुं तत्र सम्बन्धस्य उपयोगं कुर्मः. तदेव अस्ति सारांशः. भिन्नभिन्न सम्बन्धमुपयुज्य कथं भेदं दर्शयामः इत्येव अस्ति. वयं तु दृष्टवन्तः समवायेन भवति कपाले चेत् समवायनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यता भवति, ज्ञाने भवति चेत् विषयिता सम्बन्धावच्छिन्न आधेयता भवति. केवलम् एतस्य अभ्यासः भवतु, विषयिता सम्बन्धावच्छिन्न आधेयता अथवा विषयितानिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति आधेयता. कथं परस्परं परिवर्तनं कृत्वा वक्तुं शक्नुमः इत्यस्य अभ्यासः भवतु. तावदेव, भिन्नभिन्नस्थलेषु भिन्नभिन्नाः सम्बन्धाः सन्ति इत्यतः सम्बन्धाः अवच्छेदकाः भवन्ति आधेयतानाम् इति सारांशः. अस्तु, रागिणी भगिनी पठति वा? अयम् अपरः विशेषः यत् समवायादीनाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः यः कपालतन्तवादिनिरूपिताः आधेयताः ताः सर्वाः अपि समवायसम्बन्धावच्छिन्नाः इति तासां भेदज्ञापाय ज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा. अस्तु, इदानीं वदतु भगिनि, अत्र किञ्चित् भिन्नम् अस्ति. यथा वयं अग्रे पठितवन्तः समवायसम्बन्धः सम्बन्ध अवच्छिन्न भवतु, अपि च तत्र घटत्व अपि च पटत्व घटपटादिषु अपि किञ्चित् ज्ञातव्यं. समवायसम्बन्ध अवच्छिन्न या आधेयताः ताः सर्वाः समवायसम्बन्ध अवच्छिन्नाः अस्ति, अतः भेदज्ञापनाय घटत्व आदीनाम् अपेक्षा अस्ति. किञ्चित् तत्र तत्र किञ्चित् एकमेव यदि भवति तर्हि भेदज्ञापनाय न भवितुम् अर्हति, कष्टम्. अस्तु, इदानीम् एकं प्रश्नं पृच्छामि. घटः कपाले वर्तते केन सम्बन्धेन? घटः कपाले समवायसम्बन्धेन. घटः कपाले वर्तते समवायसम्बन्धेन. अवयव अवयविनोः मध्ये समवायः. घटः अवयवी, कपालः अवयवः घटस्य, तयोः मध्ये समवायः. तथैव पटः यदा सिद्धः भवति, पटस्य अवयवाः भवन्ति तन्तवः, तन्तुः अवयवः, पटः अवयवी. तर्हि पटः तन्तोः मध्ये कीदृशः सम्बन्धः? तत्रापि समवायसम्बन्धः. तत्रापि समवायः खलु. हा, तदर्थम् अत्र उक्तं समवायादीनाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्त्वादिनिरूपिताः आदेयताः ताः सर्वाः अपि समवायसम्बन्धावच्छिन्न. बुद्धं वा? आम्, अतः घटत्वपटत्वादि आदीनाम् अपेक्षा अस्ति. हा, तदर्थं घटत्वपटत्वादीनाम् अपेक्षा अस्ति, नाम अवच्छेदकधर्मस्य अपेक्षा अत्र अस्ति. तदा सः अवच्छेदकधर्मः भेदकधर्मः अपि भवति, न तु केवलः नियामकः. अस्तु, उपरितनेषु उदाहरणेषु यत्र आधेयतायाः भेदस्थापनम् अभवत् तत्र घटत्वम् इति अवच्छेदकधर्मः केवलं नियामकः धर्मः. किन्तु अत्र यत्र समवाय इति सम्बन्धः एव समानः अस्ति तत्र भेदस्थापनम् अशक्यं भवति. तदर्थं घटत्वं पटत्वम् इत्यस्य स्वीकारेण तत्र भेदकत्वमपि स्थापयितुं शक्नुमः. तदर्थम् उक्तं घटत्वपटत्वादीनाम् अस्ति अपेक्षा. अस्तु, अग्रे अजितमहोदय पठति वा? एतावत्पर्यन्तं प्रश्नाः न सन्ति किम्? आं भगिनि. एवं सति समवायेऽपि अवच्छेदकता घटत्वेऽपि अवच्छेदकता इति वचने असौकर्यम्. अतः अनयोः अवच्छेदकत्वयोः निरूपणसौकर्याय समवायनिष्ठावच्छेदकतायाः संसर्गिकावच्छेदकता इति व्यवहारे दृश्यते. उच्यताम्. किं बुद्धं महोदय? अत्र अवच्छेदकता द्वन्द्व, समवाय अवच्छेदकता, घटत्वेऽपि अवच्छेदकता, तत् भ्रमजनात्मकं भवति. आम्, तदर्थम् एक नूतन पदं संसर्गिकावच्छेदकता इति व्यवहारे वयं वदामः, उपयोगं कुर्मः. तर्हि संसर्गिक अवच्छेदकता कस्मिन् अस्ति? नाम अत्र अवच्छेदकता समवाये अपि अस्ति, अवच्छेदकता घटत्वे अपि अस्ति, उभयत्र अवच्छेदकता एव अस्ति इत्यस्य वदनेन तत्र असौकर्यं भवति. का कुत्र अस्ति इति न वक्तुं शक्नुमः इत्यतः सांसर्गिक अवच्छेदकता इति एकं नामकरणं नूतना संज्ञा कृता. सा च सांसर्गिक अवच्छेदकता कुत्र अस्ति? समवाये अस्ति वा घटत्वे अस्ति वा? समवायनिष्ठा. हा, समवायनिष्ठा अस्ति. पुनः अन्तिमं वाक्यम् अतः तस्मात् आरभ्य पठतु. अतः अनयोः अवच्छेदकत्वयोः निरूपणसौकर्याय समवायनिष्ठावच्छेदकायाः संसर्गावच्छेदकता इति व्यवहारे दृश्यते. तर्हि निरूपणसौकर्यार्थं समवायनिष्ठावच्छेदकतायाः नाम संसर्ग अवच्छेदकता इति वयं व्यवहारे उपयोगं कुर्मः. सांसर्गिक अवच्छेदकता. सांसर्ग अवच्छेदकता. अस्तु, अग्रे अपि पठतु महोदय. तथा च समवायनिष्ठा सांसर्गिक अवच्छेद अवच्छेदकता निरूपित अवच्छेद अवच्छेद्यतावति एवं घटत्वनिष्ठावच्छेदकता निरूपित अवच्छेद्यतावति या घटनिष्ठाध्येयता तन्निरूपिताधिकरणवान् कपालः इति निष्कर्षः फलति. इदानीं चित्रं मनसि भवेत्, कपालः इति उक्तं, तर्हि किं चित्रं मनसि आगच्छेत्? घटः कपाले वर्तते. कपालः इत्युक्ते समवायसम्बन्धः. हा, उत्तमं. घटः कपाले वर्तते समवायेन इति मनसि आगच्छति. तर्हि इदमपि जानीमः यत् समवाये अपि अवच्छेदकता, घटत्वे अपि अवच्छेदकता. तदर्थं प्रथमवाक्यमासीत् समवायनिष्ठसांसर्गिकावच्छेदकता निरूपित अवच्छेद्यतावति. अपि च घटत्व, अत्र पश्यन्तु, घटत्वनिष्ठ अवच्छेदकता निरूपित इत्येव अस्ति. तस्य किमपि नाम नास्ति, किन्तु समवायनिष्ठ अवच्छेदकतायाः नाम सांसर्गिकावच्छेदकता. समवायनिष्ठसांसर्गिकावच्छेदकता निरूपित अवच्छेद्यतावति, अथवा घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति. का आधेयता? घटनिष्ठ आधेयता. तया निरूपित अधिकरणतावान् कपालः इति निष्कर्षः फलति. यतः अस्मिन् उदाहरणे घटः कपाले अस्ति समवायेन. समवाये सांसर्गिकावच्छेदकता विद्यते, तया आधेयता अवच्छिन्ना अस्ति इत्येव. अत्र इदमपि अवधेयं यत् सांसर्गिक अवच्छेदकता इति केवलं समवायेन सम्बन्धः यः कोऽपि भवतु, अस्तु, घटः भूतले अस्ति चेत् अत्र संयोगसम्बन्धः, संयोगसम्बन्धे या अवच्छेदका अस्ति सा अपि सांसर्गिक अवच्छेदकता. विषयितासम्बन्धेन ज्ञाने अस्ति, तत्र विषयितासम्बन्धे या अवच्छेदकता भवति तस्यापि नाम सांसर्गिक अवच्छेदकता. मूलतः सम्बन्धे यः कोऽपि सम्बन्धः भवतु, सम्बन्धे या अवच्छेदकता वर्तते तस्य नाम सांसर्गिक अवच्छेदकता इति भवति. अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? तथा च लघुना उपायेन विषयतासम्बन्ध अवच्छिन्नघटत्व विषयतासम्बन्ध अवच्छिन्नघटत्व अवच्छिन्न आधेयता निरूपित अधिकरणत्वात् ज्ञानं कालिकासम्बन्ध अवच्छिन्न. एकनिमिष भगिनि, अत्र विषयितासम्बन्धावच्छिन्न घटत्वावच्छिन्न, अत्र अवच्छेदकधर्मः कः? अवच्छेदकधर्मः घटत्वं. हा, अवच्छेदकसम्बन्धः कः? अवच्छेदकसम्बन्धः विषयसम्बन्धः. विषयितासम्बन्धः. अस्तु, तयोः मध्ये अस्ति, तयोः अस्ति आधे अवच्छेदकता. अपि च घटः कुत्र अस्ति? घटः ज्ञाने अस्ति. हा, घटः ज्ञाने अस्ति. तर्हि अस्मिन् वाक्ये कस्य विवरणं जातम्? खलु तेन कस्य विवरणं जातम्? वाक्यस्य अन्ते किमस्ति इति पश्यतु. ज्ञानस्य विवरणाय इदं सर्वं विषयिता सम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता निरूपित अधिकरणतावत् ज्ञानम्. यतोहि ज्ञानम् इति अधिकरणं घटः इति आधेयः. ज्ञानस्य अथवा अधिकरणस्य जातमत्र विवरणम् तथैव अग्रिमवाक्यद्वये अपि. अग्रिमवाक्यं पठतु. कालिकासम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आधेयता निरूपित अधिकरणत्वान् अधिकरणतावान् कालः. अत्र अधिकरणं अधिकरणं कालः कालः कालः एव अधिकरणम्. आधेयः कः? आधेयः घटत्वं पुनः घटत्वमेव घटः. घटः आधेयः. घटः आधेयः. घटे विद्यमानयाः आधेयतायाः अवच्छेदकधर्मः कः? घटत्वम्. अवच्छेदकसम्बन्धः कः आधेयतायाः? अवच्छेदकसम्बन्धः कालिकसम्बन्धः. आधेयतायाः सम्बन्धः कालिकसम्बन्धः. आधेयतायाः अवच्छेदकसम्बन्धः कालिकसम्बन्धः. उत्तमं, तथैव अग्रिमवाक्यमपि पठतु. संयोगसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आधेयता निरूपित अधिकरणत्वात् भूतलम् इति वक्तुं शक्नुमः. अत्र उच्यतां भगिनि. अत्र अत्र अधिकरणं भूतलम् अस्ति, आधेयः घटः अस्ति, अवच्छेदकता अवच्छेदकधर्मः अवच्छेदकधर्मः घटः. अवच्छेदकसम्बन्धः संयोगसम्बन्धः. हा उत्तमम्. अवच्छेदकसम्बन्धः संयोगसम्बन्धः. अवच्छेदकधर्मः घटत्वं न तु घटः. ओ अस्तु, घटत्वं. घटः आधेयः तावदेव. घटः अस्ति भूतले, घटः आधेयः भूतलम् अधिकरणम्. अस्तु, बुद्धं वा? आं बुद्धं भगिनि, धन्यवादः. तदर्थं घटे आधेयता अस्ति, तस्याः आधेयतायाः अवच्छेदनं करोति घटत्वम् अपि च संयोगसम्बन्धः. तदर्थम् एतौ अवच्छेदकधर्मः अवच्छेदकसम्बन्धौ स्तः इति मुख्यवार्ता अस्ति अत्र. अस्तु, यथा आधेयतायाः अवच्छेदनं जातं तथैव प्रतियोगिताविषये अपि भवति. किञ्चित् अग्रिमं परिच्छेदमपि किञ्चित् पठित्वा समापयामः अत्र. वर्धिनी भगिनी पठति वा? प्रतियोगितायाः सम्बन्ध अवच्छिन्नत्वं तुल्यन्यायात् अयमेव च उपायः प्रतियोगित्वस्थले अपि ज्ञातव्यः. तत्र भूतले समवायेन घटो नास्ति, कपाले संयोगेन घटो नास्ति, काले विषयतासम्बन्धेन घटो नास्ति इति अभावान् यदि चिन्तयामः तदा तस्य अभावस्य प्रतियोगिताः तिस्रः घटे एव वर्तन्ते. तासां च परस्परं भेदज्ञापनाय न घटत्वोपयोगः. सर्वत्र तस्यैकस्यैव अवच्छेदकत्वात् इति बुद्धं स्यात्. प्रतियोगितास्थले यथा आधेयतास्थले घटत्वस्य उपयोगेन अवच्छेदकत्वम् अवच्छेदनं कर्तुं न प्रभवामः, तथैव घटाभावः सर्वत्र वर्तते इति चिन्तयतु. समवायेन घटः नास्ति. कुत्र? भूतले. यतोहि भूतले घटः भवति संयोगेन, न तु समवायेन. तर्हि भूतले समवायेन घटः नास्ति, कपाले संयोगेन घटः नास्ति, काले विषयितासम्बन्धेन घटः नास्ति. तादृशेषु अभावेषु घटत्वस्य प्रयोजनं न भवति भेदस्थापनार्थं प्रतियोगितानां मध्ये. तदर्थं तत्रापि सम्बन्धस्य एव प्रयोगः भवति. एतत् सर्वं केवलं पठामः अग्रिमे सप्ताहे पुनः भवति एतस्य परिष्कारः. अस्तु भगिनि, अग्रे पठतु. अतः येन सम्बन्धेन नास्ति इति व्यवहारः कृतः तं सम्बन्धमादायैव प्रतियोगिताभेदः अधिगन्तव्यः. तत्प्रकारश्च समवायसम्बन्धनिष्ठसांसर्गिक अवच्छेदकता निरूपिता अवच्छेद्यतावती घटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावतीया घटनिष्ठ प्रतियोगिता तादृशप्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः भूतले समवायेन घटो नास्ति इति प्रतीति सिद्धः. यथा पूर्वस्मिन् भागे आधेयतायाः विषये अपि इदमेव उक्तवन्तः खलु, समवायसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकता. अत्र एषा अवच्छेदकता अथवा समवायसम्बन्धनिष्ठ अवच्छेदकता कस्य अवच्छेदनं करोति अथवा कस्य निरूपणं करोति? प्रतियोगितायाः. पूर्वम् आधेयता यत्र आसीत् तत्र प्रतियोगिता अस्ति अधुना, तावदेव तावदेव. काठिन्यं किमपि नास्ति, जटिलं किमपि नास्ति, सः एव विषयः. यत्र आधेयता आसीत् तत्र प्रतियोगिता अस्ति. तादृशप्रतियोगिता, कीदृशी प्रतियोगिता? घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता अथवा समवायसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता. सा घटनिष्ठा प्रतियोगिता. अस्तु, भूतलं ज्ञानं कालः इत्यस्य स्थले अभावः इति अस्ति. तया प्रतियोगितया अभावः निरूपितः, भूतले विद्यमानः घटाभावः निरूपितः. इति एव अस्ति वार्ता. अस्तु, अग्रे रश्मी भगिनी पठति वा? अग्रिमे सप्ताहे एतस्मात् विषयात् आरभ्य एव चर्चा भवति, तर्हि चिन्ता मास्तु, केवलं पठित्वा गृहे गत्वा चिन्तनार्थम् एकवारं पठामः तावदेव. रश्मी भगिनी, रश्मी भगिनी अस्ति किम्? अस्तु, अखिला भगिनी कृपया पठतु. अखिला भगिनी, श्रोतुं शक्नुवन्ति किं? सन्ध्या भगिनी अत्र? अस्तु, तर्हि अखिला भगिनी अपि न स्यात्, तर्हि अन्य कोऽपि पठतु. रागिणी भगिनी पठति वा? अस्तु. इह अपि अभावस्य वृत्तित्वं स्वरूपेण इति प्राक् निर्णीतम्. अतः पूर्वोक्त तादृशभावनिष्ठस्वरूपसम्बन्ध छिन्ना आधेयता निरूपित अधिकरण तावत् भूतलम् इति समवायेन भूतले घटः नास्ति इति अर्थः. इति तस्य अर्थः. हा, अत्र अस्ति. गृहे एकवारम् अभावस्य पाठः यत्र आसीत् तस्य एकवारं पठनं भवति चेत् सम्यक्. अत्र इहापि अभावस्य वृत्तित्वं स्वरूपेणिति प्राक् निर्णीतं. यदा अभावे प्रतियोगिता भवति, क्षम्यताम्, अनुयोगिता भवति, केन सम्बन्धेन भवति? स्वरूपसम्बन्धः. स्वरूपसम्बन्धः इति अपि एकं दृष्टं खलु, स्वरूपसम्बन्धेन. अपि च अभावः भूतले अस्ति इति केन सम्बन्धेन? हा, अभावः सत्यम्, अभावः घटाभावः भूतले अस्ति इति अनियोगितासम्बन्धेन. भूतले तत्र घटः नास्ति इति घटाभावः अनियोगितसम्बन्धः, घटाभावनिष्ठ अनियोगित. अस्तु, अत्र पुस्तकमस्ति अस्ति चेत् पेज् नम्बर् पृष्ठसङ्ख्या 29 पश्यन्तु, 29. तत्र उपरितने पृष्ठस्य उपरि भागे किमपि अस्ति किल, घटत्वाभावः, घटत्वाभावः, भूतले दैशिकविशेषणता स्वरूप सम्बन्धेन, प्रतियोगिता घटे अपि स्वरूपसम्बन्धेन, अपि च एतादृशाः सम्बन्धाः, एतादृशाः धर्माः, अवच्छेदकता, तत्सर्वं घटत्वे स्वरूपसम्बन्धेन अस्ति. तदेव उक्तम् अत्र, इहापि अभावस्य वृत्तित्वं स्वरूपेण इति प्राक् निर्णीतम्. अतः पूर्वोक्त तादृश अभावनिष्ठ स्वरूपसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणतावत् भूतलम्. इदानीं भूतलं यत्र अभावः यत्र अभावः वर्तते तादृशं भूतलं कीदृशम् इति, अभावे स्वरूपसम्बन्धः अस्ति तर्हि तदा अभावनिष्ठस्वरूपसम्बन्धेन अवच्छिन्ना आधेयता या अस्ति तया निरूपित अधिकरणतावत् भूतलं भवति, भूतले अभावः अस्ति इत्यस्मिन् स्तरे. बुद्धं वा? सम्बन्धः कः, अपि च सम्बन्ध तेन सम्बन्धेन अवच्छेदनं कस्य भवति इति निर्णयं कुर्मश्चेत् सर्वं वक्तुं प्रभवामः. अस्तु, अग्रे पठतु भगिनि. संयोगसम्बन्धनिष्ठ सांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावती, अतः च घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता निरूपित अनुयोगिताश्रय अभावनिष्ठस्वरूपसम्बन्धा अवच्छिन्ना आधेयता निरूपिता अधिकरणतावत् कपालम् इति संयोगेन कपाले घटः नास्ति इति अर्थः. हा, इति दीर्घवाक्यः. केवलं संयोगेन कपाले घटः नास्ति इति वक्तव्यम् आसीत्, तदर्थम् एषः दीर्घः वाक्यः अस्ति. गृहपाठत्वेन प्रायः सर्वे वाक्यं पठित्वा चित्रं रचयितुं शक्नुवन्ति. संयोगसम्बन्धनिष्ठ अवच्छेदकता, तर्हि संयोगसम्बन्धः अधोभागे उपरितने भागे अवच्छेदकता अस्तु, तया निरूपित अवच्छेद्यतावती प्रतियोगिता, तर्हि प्रतियोगिता अधोभागे तस्मात् उपरि अवच्छेद्यता, तथा चित्रं रचयित्वा उभयोः चित्रयोः मेलनं यदा भवति तदा अन्ततो गत्वा कपालस्य वर्णनं भवति, संयोगेन कपाले घटो नास्ति इति अर्थः. अपि च अधोभागे इतोपि एकं चित्रम् अस्ति, पेज् 47 मध्ये पश्यन्ति वा, भूतलं, भूतले अभावः, अभावे स्वरूपसम्बन्धः, स्वरूपसम्बन्धे अवच्छेदकता अस्ति, स्वरूपसम्बन्धावच्छिन्न अधिकरणता अस्ति, तादृशी अधिकरणता भूतले अस्ति. तावदेव, चित्रं दृष्ट्वा वाक्यानि रचयन्तु. इदमेव चित्रं स्वीकृत्य भूतलस्य स्थाने कपालं स्थापयन्ति चेत् यद्वाक्यम् इदानीं दीर्घवाक्यं यद् रागिणी भगिनी पठितवती तस्य विवरणं भवति. अग्रिमे सप्ताहे इतः परं पाठः भवति. कोऽपि प्रश्नः अस्ति वा एतावता? नो चेत् विरमामः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. शुभरात्रि.